पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 72 श्रीमहादेव उवाच ब्राह्मणा वा क्षत्रिया वा वैश्या वा गिरिकन्यके शूद्रा वाथ विशेषेण पठन्त्यनुदिनं यदि धन धान्यसमायुक्ता यान्ति विष्णोः परं पदं श्लोकं वा श्लोकमर्थं वा पादं पादार्थमेव वा पठनान्मोक्षमाप्नोति यावदाभूदः संप्लवम् विन्यासेन युदं देवि विष्णोर्नामसहस्रकम् ये पठन्ति नरश्रेष्ठास्ते यान्ति पदमव्ययम् एककालं द्विकालं वा त्रिकालं वाथ यः पठेत् धनायुर्वर्धते तस्य यावदिन्द्राश्चतुर्दश पुत्रान् पौत्रांस्तथा लक्ष्मी सम्पदं विपुलां लभेद किमन्यद्बहुनोक्तेन भूयो भूयो वरानने विष्णोर्नामसहस्रं तु परं निर्वाणदायकं पूजनं प्रथमं तस्य कृतं येन नरेण तु सम्पूर्णं पूजिते विष्णौ तस्य पूजा च वार्षिकी व्यग्रत्वं च न कर्तव्यं पठने तु विशेषतः यदि चेत् क्रियते पाठे ह्यायुर्वित्तं च नश्यति यावन्ति भुवि तीर्थानि जम्बुद्वीपेषु सर्वदा तानि तीर्थानि तत्रैव विष्णोर्नामसहस्रकं तत्रैव गङ्गा यमुना च वेणी गोदावरी तत्र सरस्वती च सर्वाणि तीर्थानि वसन्ति तत्र यत्र स्थितं नाम सहस्रकम् इदं पवित्रं परमं भक्तानां वल्लभं सदा ध्येयं हि दासभावेन भक्तिभावेन चेतसा परं सहस्रनामाख्यं ये पठन्ति मनीषिणः सर्वपापविनिर्मुक्तास्ते यान्ति हरिसन्निधौ अरुणोदयकाले तु ये पठन्ति जपन्ति च आयुर्बलं च तेषां श्रीर्वर्धते च दिने दिने रात्रौ जागरणे प्राप्ते कलौ भागवतो नरः पठनान्मुक्तिमाप्नोति यावदिन्द्राश्चतुर्दश एकैकेन दुनाम्ना वै हरौ तुलसीकारणाद् पूजा सा चैव विज्ञेया कोटियज्ञफलाधिका मार्गे च गच्छमानास्तु ये पठन्ति द्विजातयः न दोषो मार्गजास्तेषां भवन्ति किल पार्वती शृणु देवि प्रवक्ष्यामि माहात्म्यं केशवस्य तु ये शृण्वन्ति नरश्रेष्ठास्ते पुण्याः पुण्यरूपिणः इति श्रीपद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापदिनारदसंवादे सहस्रनाम महिमा नाम द्विसप्ततितमोऽध्यायः ॐ